गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। गते वर्गे प्रत्यक्षपरिच्छेदः समापितः अस्ति, तर्हि इदानीं तस्मिन् विषये अत्र सर्वान् पदार्थान् स्वीकृत्य चिन्तयेम। तथा तदर्थम् अत्र स्प्रेड्शीट् मया निर्मितम् आसीत् प्रत्यक्षज्ञानम् इति। तत्रापि प्रत्यक्षम् इति स्प्रेड्शीट् अस्ति। तत्र मया किं कृतं, पदार्थः इति प्रथमसदसि सप्तपदार्थाः के सन्ति ते सर्वे तत्र स्थापिताः। तदनन्तरं द्रव्यं, नवद्रव्याणि सन्ति इति वयं जानीमः, तदपि तत्र स्थापितं, पृथिवी, अप्, तेज, वायु इति। तदनन्तरं तत्र अन्तर्विभागः यत्सन्ति तदपि तत्र स्थापितम्। अत्र मूलग्रन्थे एवम् उक्तमस्ति, पृथिवी इत्यत्र, तत्र गन्धवती पृथिवी, सा द्विविधा नित्या अनित्या च, नित्या परमाणुरूपा इति कृत्वा तत्र परमाणवः पृथिवीपरमाणवः भिन्नरीत्या स्थापितम्। अपि च आर् इत्यस्मिन् कालं मध्ये अत्र नित्याः इत्यत्र टिक् अपि स्थापितम्। तदनन्तरं जणुकं, जणुकम् अपि च तस्मादुपरि अनित्या कार्यरूपा, पुनस्त्रिविधा शरीर इन्द्रियविषयभेदात् इति, तः शरीर इन्द्रियविषयः इति स्थापितम्। अस्तु, तर्हि इदानीं तेषां विषये, तेषां प्रत्यक्षविषये चिन्तनीयम्। अत्र परमाणूनां तर्हि प्रत्येकं चिन्तयेम। तर्हि श्रीराममहोदय, भवान् आरब्धुमिच्छति वा? अस्तु महोदय। अत्र पृथिवीपरमाणुः, पृथिवीपरमाणोः परिमाणं किम्? अणुपरिमाणम्। तर्हि तत् स्थापयामि इदानीम्। अणुपरिमाणम् इति स्थापितम्। अणुपरिमाणम् अस्ति इति कृत्वा तस्मिन् रूपमस्ति वा न वा? रूपमस्ति। तर्हि तदपि लेखनीयं खलु, रूपमस्ति इति लेखनीयम्। अपि च तद्रूपम् उद्भूतरूपं वा न वा? उद्भूतं नास्ति। किमर्थम् उद्भूतं नास्ति? उद्भूतं उद्भूतरूपमस्ति चेत् तस्य प्रत्यक्षं भवति। केवलम् उद्भूतरूपमस्ति चेत् प्रत्यक्षं भवति वा? एका एव निकषा वा? उद्भूतरूपम् अस्ति, उद्भूतरूपं महत्परिमाणम्, उद्भूतरूपमस्ति, महत्परिमाणमपि भवति। हा, तर्हि अत्र अनुपरिमाणमस्ति खलु? अनुपरिमाणम् इति कृत्वा तस्य प्रत्यक्षं न भवति खलु? सत्यम्। यद्यपि रूपमस्ति, तद्रूपम् उद्भूतरूपमपि अस्ति, तथापि अनुरूप अनुपरिमाणमस्ति इति कृत्वा तस्य प्रत्यक्षं न भवति। तर्हि चक्षुषा, त्वचा प्रत्यक्षं न भवति, मनसा अपि। तर्हि अस्य परमाणवः सन्ति इत्यस्य प्रमाणं किम्? तत्र पदार्थं स्वीकृत्य तस्य छेदं कृत्वा कृत्वा अन्ततो गत्वा कश्चन परमाणु भवति, तत्र आधारभूत परमाणुरूप। अत्र तर्कः कः इति न पृष्टं, तत्सर्वं वयं जानीमः। तर्हि अत्र प्रमाणं किं, केन प्रमाणेन? तत्र प्रमाणम् अनुमानमिति न वक्तुं शक्नोमि, अनुमानम्। किमर्थम् अनुमानं न? तत्र अनुमानम् इदानीम् अनुमानम् अस्ति चेत् तत्र कश्चन द्रव्यम्, आधारभूतद्रव्यम् अस्ति इति वा, सर्वेषाम् अवयवीनाम् अवयवः रहितः कश्चन अस्ति इति वा? महोदय, अत्र यत्किमपि अनुमानेन साधयामः, तत्र सामान्य अनुमानवाक्यं किं वदतु? तत्र पक्षं भवेत् हेतु उदाहरणमपि वक्तव्यं, तस्य उदाहरणं न भवति इत्युक्ते अत्र सामान्य पञ्च अवयव अनुमानवाक्यं भवेत् खलु, पर्वतो वन्यमान् यथा महानसम् इति, तादृशम् अत्र वक्तुं शक्यते वा परमाणूनां विषये? न न न वक्तुं शक्नुमः. उदाहरणं तत्र भवेत् नो चेत् अत्र पक्षः किम्? अनुमानं कर्तुम् अत्र भिन्न किं हेतुः अपि भवेत् खलु. सत्यं, हेतुः आवश्यकं. प्रत्यक्षं प्रत्यक्षेन तत्र महानसे वयं प्रत्यक्षेन ज्ञातवन्तः तत्र धूमः वह्निः अपि अस्ति इति. व्याप्तिज्ञानं प्राप्तुं साध्यम् अपि च हेतुः, द्वयोः प्रत्यक्षं बहुत्र दृष्ट्वा एव व्याप्तिज्ञानं भवति खलु. किन्तु परमाणूनां दृष्टिः यदा कदापि न भवति इति कृत्वा अत्र कल्पनम् इति स्वीकुर्मः इदानीम्. कल्पनम् इति स्वीकुर्मः. तर्हि तत्र क्यू इत्यस्मिन् काले कल्पितम् इति मया स्थापितं खलु. तदेव कल्पितं. हा, कल्पनम् इत्युक्ते तादृशं किमपि भवेत् यस्य अवयवाः न सन्ति इति कल्पितम्. इदानीं तत्र कल्पितम् इति स्थापयामः, तदनन्तरं पुनः यदा अनुमानपरिच्छेदं पठेम तदनन्तरं पुनः अत्र आगत्य किमपि अनुमानवाक्यं वक्तुं शक्यते वा इति चेत् यत् कल्पितमस्ति तद् अनुमाने स्थापयामः. अनुमानवाक्यं किम् इति अपि स्थापयामः. बुद्धं खलु? अस्तु, तर्हि इदानीं जणुकं. जणुकस्य अपि अणुपरिमाणमेव अस्ति. हा, तर्हि तदपि अहं स्थापयामि. समानमेव अस्ति. एकनिमिषं क्षम्यताम्. अस्तु, अणुपरिमाणं रूपमस्ति, उद्भूतरूपमस्ति, किन्तु तस्य अस्तित्वे अपि च तद् अनित्यम् अस्ति खलु. जणुकम् अनित्यमस्ति. अनित्यम्. हा, अस्तु, अत्र सङ्ख्या अपि लेखनीया अस्ति. सङ्ख्या तत्र अनेकानि इति लिखामि. परमाणवः अपि अनेकानि, जणुकमपि अनेकानि खलु. तद् मया लिखितम्. अस्तु, अपि च जणुकमपि कल्पितमेव भवेत् खलु, तस्य दर्शनयोग्यं नास्ति इति कृत्वा. सत्यम्. अस्तु, अग्रे शरीरं. शरीरस्य महत् परिमाणम् अस्ति, तत्र प्रत्यक्षम् अस्ति, रूपमपि अस्ति, उद्भूतरूपम् अस्ति इति कृत्वा एव तस्य प्रत्यक्षं भवति. तर्हि केन प्रत्यक्षं जायते? केन इन्द्रियेण? चक्षुषा, त्वचा, तस्य प्रत्यक्षं भवति. अस्तु, उत्तमं. तर्हि तत्र सन्निकर्षः कः? संयोगः, संयोगरूपसन्निकर्षः. उत्तमं. किमर्थम् इत्युक्ते चक्षुः अपि च चक्षुः अपि द्रव्यं, क्षम्यताम्, आं द्रव्यं, शरीरमपि द्रव्यम् इति कृत्वा द्रव्ययोः मध्ये संयोगः जायते खलु. उत्तमं. त्वक् त्वचा जायते. तदनन्तरं रसनं, रसनेन्द्रियेण, घ्राणेन्द्रियेण, श्रोत्रेन्द्रियेण केवलं गुणाः एव दृश्यन्ते खलु. अस्तु, मनसा सन्निकर्षः न भवति इत्युक्ते मनसा शरीरं गृह्यते इति न वक्तुं शक्यते. तादृश तत्र संयोगः तत्र परम्परया वदामः, तत्तु सन्निकर्षः नास्ति. सत्यम् इत्युक्ते ग्राहकः नास्ति. सत्यं, ग्राहकः नास्ति. अस्तु, तर्हि तत्र अत्र इन्द्रियगोचरम् इति कृत्वा अतीन्द्रियमिति किमपि नास्ति. अपि च सर्वे अनित्याः, सङ्ख्या अनेकानि अपि खलु. उत्तमम्. एवम् इन्द्रियम्. अस्तु, इन्द्रियस्य विषये चिन्तयेम. तस्य महत्परिमाणम् अस्ति, परमाणुपरिमाणम् अस्ति इत्युक्ते महत्परिमाणं. तस्य रूपमस्ति, तु उद्भूतरूपं नास्ति इति कृत्वा तस्य प्रत्यक्षं न भवति. प्रत्यक्षं न भवति चेत् कथं ज्ञायते इन्द्रियम् इति अस्ति इति? तत्र प्रत्यक्षं ज्ञानम् अस्ति इति केनचित् करणेन अभवत् इति कृत्वा इन्द्रियम् अस्ति इति स्वीकुर्मः. प्रत्यक्षं ज्ञानं तत्र प्रमाणं किं? प्रत्यक्षमेव प्रमाणं वा? प्रत्यक्षज्ञानमेव प्रमाणं वा? अहं चिन्तितवान् तत्र प्रत्यक्षं ज्ञानमस्ति इति कृत्वा तत्र इन्द्रियम् अस्ति इति स्वीकरणीयम्. सत्यम्. इन्द्रियं विना तस्य ज्ञानं न भवति, वस्तुनः ज्ञानं न भवति. यद्यपि वयम् इन्द्रियं न अस्माभिः न द्रष्टुं शक्यते, तथापि तद्विना इदानीम् अन्धः अस्ति, तस्य प्रत्यक्षज्ञानं न भवति. किमर्थमित्युक्ते तत्र तस्य इन्द्रियं नास्ति. इदानीं यस्य इन्द्रियम् अस्ति तर्हि केन प्रमाणेन ज्ञायते? प्रत्यक्षेन इन्द्रियं न द्रष्टुं शक्नुमः. तर्हि चक्षुषु इति इन्द्रियम् अस्ति इति प्रत्यक्षज्ञानेन न ज्ञायते. अनुमानम् अस्ति यत्र यत्र अत्र. इदानीं किं कुर्मः? अत्र कल्पितम् इति स्वीकुर्मः इदानीं. किमर्थमित्युक्ते अत्र अनुमानेन ज्ञायते इति चेत् अनुमानवाक्यं वक्तव्यं खलु. यथा वन्य पर्वतः वन्यमान् धूमात् यथा महानसम् इति वाक्यं, तादृशं वाक्यं वक्तव्यम्. उदाहरणं सो इदानीं वाट् ऐ एम् डूयिङ्ग् रैट् नौ इस् ऐ एम् कीपिङ्ग् दिस् कल्पनम् एज़् अ एज़् अ जनरल् रिसेप्टकल्. पुनः तस्मिन् विषये चिन्तयेम. अनन्तरम् अनुमानं पठित्वा, इत्युक्ते अत्र वेदान्ते अर्थापत्तिः इति प्रमाणमस्ति. अर्थापत्तिप्रमाणं किं वदति? देव पीणो देवदत्तः दिवानभुङ्क्ते इति तस्य उदाहरणमस्ति. देवदत्तः पीनः अस्ति, फ्याट् अस्ति, स्थूलः अस्ति, किन्तु दिवानभुङ्क्ते केनापि न दृष्टं. सः दिवे खादति इति केनापि न दृष्टं, तथापि स्थूलः एव अस्ति सः. तत् कथम् इति चेत् प्रायः रात्रौ सः भोजनं करोति इति कृत्वा इति अर्थापत्तिप्रमाणमस्ति. प्रायः अत्र अर्थापत्तिप्रमाणं भवति, किन्तु अर्थापत्ति इति प्रमाणं नैयायिकैः नाङ्गीकृतम्. अर्थापत्तिप्रमाणेन यत् साधयामः तत् अनुमानप्रमाणेन एव साधयितुं शक्यते इति नैयायिकानां मतम्. तर्हि अत्र कथं साधयन्ति इति पश्य द्रष्टव्यं, किन्तु इन्द्रियस्य प्रत्यक्षं न भवति इति तावत् बुद्धं खलु, उद्भूतरूपं नास्ति इति कृत्वा. अस्तु, अन्तिमं विषयः. विषयः तत्र मृद्घटादिः. मृद्घटादयः, मृत्पाषाणादिः. पाषाणादिः इति तत्र महत्परिमाणमस्ति, रूपमस्ति, उद्भूतरूपमस्ति, सन्निकर्षः, संयोगः, त्वक् अपि इच्छासंयोगः, अपि च अनित्याः. उत्तमम्. अस्तु, धन्यवादः महोदय. एतावत्पर्यन्तं प्रश्नाः सन्ति वा कस्यापि? तर्हि एवं सर्वं कुर्मः. अस्तु, अग्रिमं कः करोति? वर्षा भगिनी करोति वा? कोल्ड् अस्ति महोदय. ओके, न वक्तुं शक्यते खलु? आं महोदय, परमाणु अस्ति, अप् परमाणु परिमाणम् अणुपरिमाणं भवति. अत्र तस्य उद्भूतरूपम् अपि अस्ति, परन्तु प्रत्यक्षं न भवति. केन तस्य अतः तस्य प्रत्यक्षं न भवति, तत् नित्यज्ञानम् अस्ति. नित्यज्ञानम् इत्युक्ते ज्ञानं नित्यं सारि ज्ञानं न तद् नित्यमस्ति परमाणुः नित्यमस्ति हा प्रत्यक्षं न इट् इस् नित्य परमाणु नित्यमस्ति सत्यम् अपि च अत्र कल्पितम् इति अहं स्वीकरोमि एवं जणुकमपि एक्सेप्टिङ्ग् अत्र जणुकं तु अनित्यः अस्ति क्षम्यतां तद् परिवर्तयिष्यामि अस्तु तदनन्तरं शरीर शरीरस्य अपि उद्भूतरूपम् अस्ति महत्परिमाणम् अस्ति इति कृत्वा तस्य किमर्थम् एक्स् इति स्थापितं श्रीराममहोदयेन स्थापितं महोदय अहं चिन्तितवान् तत्र आपः तत्र शरीरम् अस्मिन् लोके न द्रष्टुं शक्नुमः तत्र काचन अन्यस्मिन् लोके एव अस्ति खलु शरीरम् इति कृत्वा अहं चिन्तितवान् कथं तत्र पुराणे अस्ति इति खलु रूपमस्ति तद् रूपम् उद्भूतमपि अस्ति अस्मिन् लोके नास्ति खलु न न यस्मिन् कस्मिंश्चित् लोके भवतु तत्र शरीरम् अप् शरीरं यदस्ति तस्य परिमाणं महत्परिमाणं रूपम् अस्ति तद् रूपम् उद्भूतरूपमपि अस्ति किन्तु कथं ज्ञायते इति चेत् अत्र चक्षुषा त्वचा न ज्ञातुं शक्यते खलु यद्यपि महत्परिमाणमस्ति रूपमस्ति उद्भूतरूपमपि अस्ति अस्मिन् लोके नास्ति इति कृत्वा अस्तु अस्मिन् लोके नास्ति अस्मिन् लोके नास्ति इति कृत्वा प्रायः तत्र कल्पितम् इत्यत्र स्वीकुर्मः इदानीम् अस्तु मम भ्रमः तत्रैव अस्ति अस्तु तत्र उद्भूतरूपम् अस्ति वा नास्ति वा स्वीकरणीयं न स्वीकरणीयं वा अस्तु न न इदानीं मेहुल् महोदयः यु एस् ए नगरे अस्ति तस्मिन् उद्भूतरूपम् अस्ति अपि च महत्परमाणि भवति किन्तु न द्रष्टुं शक्यते किमर्थं भवतः पुरतः नास्ति तत्र संयोगः न भवति इति कृत्वा तावदेव खलु किन्तु यदि संयोगः भवति यदि अस्तु इदानीं विषयः अस्ति खलु जलमस्ति खलु जलं यदि शरीरम् अप् शरीरम् अस्माकं पुरतः अस्ति तर्हि केन इन्द्रियेण ज्ञायते इति चेत् चक्षुषा त्वचा ज्ञातुं शक्नुमः केवलम् अत्र अस्मिन् लोके नास्ति इति कृत्वा अत्र कल्पितं तर्हि नैयायिकैः प्रष्टव्यमेव भवता कथं ज्ञातम् इति तत्र पुराणमेव प्रमाणम् इति किन्तु पुराणं नैयायिकाः प्रमाणत्वेन अङ्गीक्रियन्ते वा तत्र अन्तिम तत्र पुटसङ्ख्या 42 अस्ति महोदय तत्र जलादिशरीराणां वरुणलोके स्थितिः पुराणप्रसिद्धा इति लिखितमस्ति हा पुराणप्रसिद्धा इति अत्र किम् अस्य ग्रन्थस्य ग्रन्थकारेण लिखितं खलु किन्तु नैयायिकाः पुराणे यदुक्तं तद् अङ्गीकुर्वन्ति वा इति न जाने तत्र अस्मिन् लोके यथा पृथिवी पार्थिवशरीरमस्ति तादृशं अन्यस्मिन् लोके आपशरीरं भवतु इति सत्यं तर्हि अत्र अहं किं करोमि चक्षुसन्निकर्षः त्वक्षन्निकर्षः इति क्वश्चिन् मार्क् स्थापयामि तत्र तावद् किं स्पष्टता नास्ति इति कृत्वा अस्तु अग्रे वर्षा भगिनी इन्द्रिय इन्द्रियस्य महत्परिमाणम् अस्ति परन्तु उद्भूतरूपं नास्ति किमर्थम् उद्भूतरूपं नास्ति सत्यं किमर्थं चेत् सः अनुमानेन एव ज्ञातुं शक्यते अस्ति इति अनुमानम् इति इदानीं मा वदतु, किमर्थम् इत्युक्ते अनुमानम् अनुमानेन ज्ञायते इति चेत् अनुमानवाक्यं किम् इति अहं पृच्छामि. ऊहा इति भिन्नवार्ता अस्ति, अनुमानम् इति भिन्नवार्ता अस्ति. केन यः कोऽपि करणं भवेत् ज्ञानस्य प्रत्यक्षजननीय करणं भवेत् तदेव इन्द्रियं भवति इति वयम् ऊहां कर्तुं शक्यते. अतः एव तस्य उद्भूतरूपं विना अपि तस्य तर्हि कल्पनम् इति तत्र कल्पितम् इत्यस्मिन् श्रेण्याम् अहं स्थापयामि. तदपि अनित्या एव, शरीरम् अपि अनित्या एव. अनन्तरं अनेकानि शरीराणि सन्ति, इन्द्रियाणि तु एकमेव किल महोदय, आप् इन्द्रिया मम इन्द्रियं तदिन्द्रियम् इति भेदात् वा? सत्यं सत्यं, अनेकानि अप् इति विषयः, अस्य विषयः महत्परिमाणम् उद्भूतरूपम् अस्ति, प्रत्यक्षं भवति एव, संयोगसम्बन्धेन भवति. अप् पदार्थस्य अप्स्य संयोग चक्षुः इन्द्रियेण चक्षुरिन्द्रियेण सह संयोगः भवति चेत् प्रत्यक्षं भवति, अपि च त्वक् इन्द्रियेण सह रूप इत्यस्य लक्षणमस्ति शीतस्पर्शवान् जलः इति, अतः त्वक् इन्द्रियस्य अपि कार्यं भवति. तदपि अनित्या च अनेकानि सन्ति. सत्यम् अस्तु. अग्रे रमेश महोदय वदति वा, तेजः. आं महोदय, तेजः परमाणवः अनुपरिमाणमस्ति, उद्भूतरूपमस्ति, रूपमपि अस्ति, परन्तु न तस्य प्रत्यक्षं न भवति अनुपरिमाणत्वात्. नित्यं ते नित्यं सन्ति, नित्याः सन्ति, अपि च अनेकानि खलु, अनेकानि सन्ति. जनुकम् अनुपरिमाणम् अस्ति, रूपम् उद्भूतरूपमस्ति, रूपमस्ति उद्भूतरूपमस्ति, ते अनित्याः. अनेकानि अपि सन्ति. शरीरः महत्परिमाणमस्ति, तस्य उद्भूतरूपमपि अस् भवेत् इति अहं चिन्तयामि. तदपि सत्यं सत्यम्, उद्भूतरूपं भवेत् परिवर्तितः, उद्भूतरूपं भवेत्, परन्तु अस्मिन् लोके न दृश्यते, तर्हि तेषां प्रत्यक्षं न भवन्ति. अपि च अत्र कति शरीराणि सन्ति तद् अपां विषये अपि न चिन्तितं खलु, कति शरीराणि सन्ति, एकमेव वा अनेकं वा? लाघवार्थम् एकमेव प्रायः भवेत्. इत्युक्ते शरीरम् आदित्यलोके इति लिखितं, शरीरम् आदित्यलोके, तर्हि आदित्यलोकम् एव तस्य शरीरं खलु. तर्हि एकमेव इति भाति. एवम् अत्र एकनिमिषम्, अपः शरीरमपि अपः शरीरं कथं ज्ञायते इति चेत् तत्र क्वश्चन् मार्क् अस्ति. एवम् अत्रापि आदित्यलोकमेव तस्य शरीरम् इति कथं वा तैः उक्तम्? अस्तु, अहं क्वश्चन् मार्क् स्थापयामि अनेकं वा एकं वा इत्यत्र प्रायः एकम् इति भाति तर्हि एकम् इति स्थापयित्वा क्वश्चन् मार्क् स्थापयामि एवं तत्रापि अस्तु तदनन्तरम् अनित्यमेव खलु अत्र क्लेशमेव अस्तु इन्द्रियम् इन्द्रियं परिमाणं महत्परिमाणम् अस्ति तस्य उद्भूतरूपं नास्ति ते अनित्याः अनेकानि सन्ति अस्तु तर्हि कथं ज्ञायते इति चेत् कल्पितम् इत्यत्र क्वश्चन् मार्क् स्थापयामि अनित्याः विषय महत्परिमाणम् अस्ति विषय महत्परिमाणम् अस्ति रूपम् अस्ति तेषां ग्रहणमपि भवति प्रत्यक्षं भवति संयोगेन चक्षुषा संयोगेन प्रत्यक्षं भवति क्वक् संयोगेन अपि प्रत्यक्षं भवति अस्तु अग्रे गच्छेम तर्हि मेहुल् महोदय इदानीं वदति वा धन्यवादः महोदय वायुः महोदय नमस्कारः अस्तु अत्र परमाणवः प्रथममस्ति अणुपरिमाणमस्ति वायुः रूपं नास्ति इति अहं मन्ये रूपरहितः अस्ति अतः उद्भूतरूपम् अपि नास्ति सत्यम् अतः केनापि इन्द्रियेण त्वक् सन्निकर्षः भवति केवलं चक्षुसन्निकर्षः न भवति सन्निकर्षः भवति चेत् सम्बन्धः कः इत्युक्ते किन्तु न इदमानीं परमाणूनां विषये चिन्तयतु ओ क्षम्यताम् अस्तु अस्तु परमाणूनामपि संयोगः तु भवति एव ज्ञायते वा न संयोगः भवति चेत् ज्ञायते एव ओ इति वा तदेव खलु अत्र सम्बन्धः एव ज्ञानं सम्बन्धः भवति चेत् ज्ञानं जायते इति अङ्गीकर्तव्यम् सम्बन्धः जातः तथापि ज्ञानं न प्राप्तम् इति चेत् तत्र भिन्न किमपि वक्तव्यं प्रतिबन्धः अस्ति इति वक्तव्यं नो चेत् रूपं नास्ति इति वक्तव्यं किमपि वक्तव्यं खलु अस्तु अस्तु तर्हि परमाणवः सन्निकर्षः नास्ति केवलं यत् पूर्वं वयं कृतवन्तः नित्यः अस्ति अपि च अतीन्द्रियः कल्पनम् इति नित्यः अस्ति खलु अस्तु अपि च अनेकानि जणुकं तत्रापि तथैव रूपं नास्ति उद्भूतरूपं नास्ति अपि च किमपि इन्द्रियेण सन्निकर्षः न भवति अतीन्द्रियः कल्पनम् इति अस्ति अनित्यः अस्तु अग्रे शरीरं शरीर वायुशरीरं कुत्र अस्ति वायुलोके इति अस्ति वायुलोके तथैव यत्र तेज आप तथैव अत्रापि महत्परिमाणमस्ति परन्तु शरीरम् अस्ति चेत् रूपम् उद्भुतरूपं वायुः नास्ति अत्र तत्र क्वश्चन् मार्क् चक्षुः अथवा अकल्पनम् इति अस्ति अपि च अनित्यम् एकमस्ति वा इति न जानाति अस्तु अग्रे किञ्चित् उपरि अस्तु शरीरम् एतत् अभवत् इन्द्रियं महत्परिमाणम् अस्ति, स्पर्शग्राहकम् अस्ति, यतः त्वक् त्वकेन्द्रियेण सन्निकर्षः। कस्मिन् विषये इदानीं चिन्तयन् अस्ति? वायुः, वायुः न न वायुः तत्र किं वायुः इन्द्रिय इन्द्रियं हा अस्तु अस्तु हा इन्द्रियम् इन्द्रियं स्पर्शग्राहकं त्वक् इति अस्ति खलु लक्षणवाक्यतः त्वक् संयोग कल्पनम् अतीन्द्रियकल्पनम् अनेकानि अनित्या अग्रे विषयः विषयः महत्परिमाणमस्ति, तत्रापि रूपम् अद्भुतरूपं नास्ति, त्वगेन्द्रियसन्निकर्षः भवति अतः तस्य ज्ञानं भवति, अत्र अनित्यः विषयः तत्र संयोगः उक्तं खलु भवता त्वगेन्द्रियसंयोगः तर्हि अत्र अनित्यः इति लेखनीयं तावदेव खलु अस्तु अग्रे गच्छामः स्वामी महोदय अग्रे आकाशः इति वदति वा आं महोदय आकाशः तु विभुपरिमाणम् अस्ति महोदय परममहत् किमर्थम् अत्र अन्तर्विभागः इत्यत्र परमाणवः जणुकम् इति एतत् सर्वं लिखितम् विभुः इति कृत्वा महोदय इति नास्ति कति आकाशाः सन्ति एकमेव तर्हि अत्र प्रभेदाः नास्ति खलु अवयवः अपि नास्ति अपि च प्रभेदाः नास्ति एकमेव एकः एव आकाशः इत्युक्ते यदि अत्र वायुः बहवः वायवः सन्ति तर्हि तत्र शरीरम् इन्द्रियं विषयः इति भेदः वर्तते आकाशः एकः एव अस्ति खलु इति कृत्वा तत्र अन्तर्विभागः न भवति महोदय वायवः अनेकाः इति अपि प्रत्यक्षमस्ति वा एतावत्पर्यन्तं किं चिन्तितम् अस्माभिः अस्ति खलु प्राणापानव्यान उदान ओ इन् दोस् न न प्राणापान उदान इति केवलं नाम कृतं तद् नास्ति श्रीराममहोदय वेदान्तमतानुसारमपि प्राणः एकः एव किन्तु कुत्र वर्तते यथा घटे विद्यमान आकाशस्य नाम घटाकाशः मठे विद्यमानस्य आकाशस्य नाम मठाकाशः इति तथा देशम् अनुसृत्य भिन्नभिन्ननामाः दत्ताः सन्ति किन्तु प्राणः एकः एव वस्तुतः तत्र कस्मिन् देशे अपि च किं कार्यं करोति इति दृष्ट्वा तत्र भिन्नभिन्ननामाः दत्ताः तावदेव इति उपनिषदि उक्तम् किन्तु अत्र वायोः अनेकत्वम् अङ्गीकर्तव्यं खलु तत्र परमाणवः सन्ति शरीरं वायुशरीरमस्ति वायवीय इन्द्रियमस्ति वायवीयविषयाः सन्ति इति कृत्वा तत्र प्रभेदाः वक्तव्याः एव महोदय न अहं पृष्टवान् प्रत्यक्षं नास्ति खलु तर्हि कथं नैयायिकैः प्रत्यक्षं नास्ति प्रतिपादितम् एकनिमिषं प्रत्यक्षं नास्ति वा वायुः मध्ये रूपं न वर्तते चेत् तर्हि प्रत्यक्षं योग्यः एव किन्तु स्पर्शप्रत्यक्षं भवति वा त्वक् प्रत्यक्षं भवति वा न वा स्पर्शप्रत्यक्षं भवति खलु आम् आम् अतः एव अत्र लिखितं संयोगः इति उद्धव वा स्पर्शप्रत्यक्षम् अस्ति किन्तु रूपं नास्ति भवतु अनेन किं त्वगिन्द्रियम् अत्र प्रत्यक्षस्य लक्षणं किं प्रत्यक्षज्ञानस्य लक्षणं किम् निकषाः तु रूपं भवतु लक्षणं किं प्रत्यक्षज्ञानस्य लक्षणं किं लक्षणवाक्यं किं महोदय संयोगः प्रत्यक्षम् इन्द्रियार्थसन्निकर्षजन्यम् इन्द्रियार्थसंयोगः प्रत्यक्षः इन्द्रिय न महोदय अत्र मनसि स्थापयतु कृपया नो चेत् क्लेशः भवति इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षं खलु इन्द्रियार्थसन्निकर्षजन्यं अत्र इन्द्रियम् अस्ति त्वक् त्वक् इन्द्रियमस्ति वा न वा अस्ति वायुः विषयः अस्ति वा न वा अस्ति खलु अस्ति महोदय तर्हि इन्द्रिय अर्थसन्निकर्षेण यद् ज्ञानं जायते अत्र सन्निकर्षः कः इति चेत् संयोगः तावदेव अत्र उक्तं तर्हि प्रत्यक्षमेव प्रत्यक्षज्ञानं भवति वायोः अस्तु आकाशः वदतु महोदय आकाशः परममहत् परिमाणमस्ति महोदय विभुः तस्य प्रत्यक्षं न भवति अनुमानमेव अनुमानेन साधयितुं शक्यते किन्तु अनुमानवाक्यं पठितं वा अस्माभिः न कथम् अनुमानं क्रियते शब्दं वयं श्रोतुं शक्नुमः अतः आकाशः अपि भवेत् हा इत्युक्ते शब्दः इति गुणः अस्ति खलु शब्दः इति गुणः इति नैयायिकैः स्वीकृतं गुणं स्वेन न तिष्ठति तर्हि तस्य किमपि आधारीभूतद्रव्यं भवेत् स च द्रव्यम् एव आकाशः इति अत्र अहं किं करोमि कल्पितम् इत्यस्मिन् श्रेण्यां स्थापयामि अत्र अनुमानवाक्यं न उक्तं खलु अनुमानवाक्यं न उक्तम् इत्यतः कल्पितम् इत्यस्मिन् श्रेण्याम् अहं स्थापयामि यदि अनुमानं कुर्मः अनुमानपरिच्छेदं पठित्वा पुनः अत्र आगत्य अनुमानवाक्यं रचनीयं यथा पर्वतो वह्निमान् धूमात् यथा महानसम् इति वाक्यं रचयितुं शक्यते चेत् अत्र अनुमाने परिवर्तयिष्यामः नो चेत् कल्पितम् एव किमपि भवेत् इति ऊहामेव कृतम् इति स्वीकुर्मः महोदय तेज वायु वा शरीरम् इत्यादि ते तु यद्यपि अतीन्द्रियमस्ति किन्तु ऐतिह्यम् इति नैयायिकैः अपि ऐतिह्यं न स्वीकृतम् ऐतिह्यम् इत्युक्ते किम् इतिहासपुराणमहोदय वर्णलोकमस्ति वरुणः वरुणदेवः अपि अस्ति तस्य पुत्रः अस्ति किन्तु अत्र परम अत्र वरुणलोकं पुराणेषु उक्तं वरुणलोकं पुराणेषु उक्तम् इति कृत्वा अत्र पुराणानि प्रमाणत्वेन स्वीकुर्वन्ति वा ते न जानामि महोदय किन्तु शरीरम् इन्द्रियं विषयः प्रभेदाः सन्ति इति ते वदन्ति खलु तेज वायु अप् इति तत्र क्वश्चन् मार्क् मया स्थापितं कथम् इति अत्र यदि पुराणानि प्रमाणभूतानि इति नैयायिकैः अङ्गीकृतं पुराणे यत्किमपि उक्तं तत् सर्वं प्रमाणत्वेन स्वीकर्तव्यं खलु महोदय हा इति कृत्वा तत्र क्लेशः अस्ति प्रमाणप्रसिद्ध पुराणप्रसिद्ध इति ग्रन्थकारैः लिखितं तावदेव ग्रन्थकारेण लिखितं तावदेव किन्तु तद् आधारीकृत्य पुराणं प्रमाणम् इति स्वीकृत्य अत्र शब्दप्रमाणं एतावत् न पठितं खलु अस्माभिः न पठति. तर्हि अत्र कल्पितम् इत्यत्र स्थापयामः. सो ऐ एम् कीपिङ्ग् दिस् कालम् काल्ड् क्यू as a receptacle. Wherever we are not able to specifically say, I am putting it there. Then once we read Anumana Paricheda, we will come back and review this. And whatever, if we can write an Anumana Vakya and shift it to the Anumana column, we will shift it. Otherwise, it will remain as just imagined. That's all. Astu. What is the Mahodaya? Akashaha Mahodaya. Haan. तर्हि आकाशस्य अस्तित्वं कल्पितं तावत् जातं, तदनन्तरं नित्यं वा अनित्यं वा? नित्यं. हा, नित्यम् इति अपि कल्पितं वस्तुतः लाघवार्थं खलु महोदय. अस्तु, तदनन्तरं सङ्ख्या एकम्. एकं सङ्ख्या एक. अस्तु, कालः वदतु. कालः अपि किं तु महोदय, विभुपरिमाणमेव, तदपि प्रत्यक्षं नास्ति, तदपि नित्यमेव एकं. सङ्ख्या तु एकं. सत्यं. दिक् दिक् अपि सदृशमेव महोदय, कालसदृशमेव, विभुपरिमास्ति परममहत्. अनुमानं वयं न जानीमः, किन्तु अनुमानप्रमाणम् अस्तित्या. अस्तु महोदय, धन्यवादः. अग्रे श्रीराम महोदय, आत्मा. तत्र आत्मना जीवितः, परमात्मा जीवात्मा इति, तत्र विभुपरिमाणं द्वयोः रूपम् उद्भूतरूपं, तत्र महत्परिमाणम् अस्ति, तदेव तदापि तत्र उद्भूतरूपं नास्ति इति कृत्वा चक्षुषः तत्र इन्द्रियप्रत्यक्षं न भवति, तु मनसः दृश्यते आत्मा. तत्र परमात्मा मनसः दृश्यते इति कथं कथं तत् न परमात्मा मनसः न दृश्यते इति चिन्तयामि. समीचीनं. परमात्मनः तत्र अनुमानं प्रमाणमेव. हा खलु, परमात्मा तु अस्माकं मनसा न दृश्यते, तर्हि अत्र कल्पितम् इति इदानीं स्थापयामि. इत्युक्ते अत्र तर्कः कः आसीत्, जगत् सृष्टं, तर्हि तत्र कोऽपि चेतनः भवेत् इति कृत्वा तादृशं कल्पितं खलु. अस्तु, अपि च नित्यः वा अनित्यः वा? नित्यः एकमेव. एवम् अस्तु, जीवात्मा अस्ति, जीवात्मा विभुपरिमाणम् उद्भूतरूपं नास्ति, इन्द्रियप्रत्यक्षं न भवति, मनसा गृह्यते. मनसा गृह्यते चेत् कथं सन्निकर्षः कः? संयोगसन्निकर्षः. तर्हि तद् लेखनीयं. संयोग इति लेखनीयम्. अहं लिखामि. अस्तु, हा, संयोगः. तत्र अनेकाः अनेकाः सन्ति, सङ्ख्या नित्याः अनेकाः. एकमपि अस्तु, अनेकाः. अस्तु, सर्वत्र समीचीनतया लेखनीयमस्ति, पृथिवी परमाणवः अनेकाः इति. भवतु, तदनन्तरं परिवर्तयिष्यामि. इत्युक्ते अनेकानि इति वा अनेकाः इति वा, तत्र लिङ्गं दृष्ट्वा लेखनीयमस्ति. भवतु, मनः मनः करोमि वा? एकनिमिषम्, एकनिमिषम्. तस्मात् पूर्वं किञ्चित् चिन्तनीयमस्ति. जीवात्मनः अनेकत्वम् अस्तु, अत्र वस्तुतः इतोपि दि स्प्रेड्शीट् आक्चुलि बिकम्स् काम्प्लिकेटेड्. किमर्थम् इत्युक्ते विभुत्वं कथम् अङ्गीकृतं, हा, विभुत्वं कथं ज्ञातम् इति चेत् तत्र लाघवार्थं विभुत्वं स्वीकृतं खलु. एकत्वमपि लाघवार्थं स्वीकृतं. तर्हि तदपि स्थापनीयमस्ति. विभुः इत्यत्र लाघवात् इति स्थापनीयम्. एकत्वमपि लाघवात् इति इत्युक्ते when we look at the spreadsheet we should know clearly what is the discussion that's going on lagavat viputvam svikrutam ekatvam api lagavat svikrutam nityatvam api lagavat svikrutam kalu nityatvam api lagavat lagavat svikrutam tatra nityatvam api bhavatu evam अन्यत्रापि तत् तदनन्तरं परिवर्तिष्यामि अस्तु तर्हि इदानीं मनः परमाणुपरिमाणं रूपं नास्ति तत्र षड् आत्मगुणानां प्रत्यक्षं भवति इति कृत्वा मनः इति अन्तरिन्द्रियं स्वीकृतम् अस्ति तस्य प्रत्यक्षं न भवति तस्य प्रत्यक्षं न भवति इति कृत्वा अत्र कथम् इति तस्य अस्तित्वे प्रमाणं किम् इति चिन्तनीयं भवता तत्र अनुमानम् इति लिखितं किन्तु अत्र कल्पितम् इत्यत्र इत्यस्मिन् श्रेण्याम् अहं स्थापयामि अपि च अनेकानि इति तत् कथं साधितं प्रत्येकम् अनेकानि इदानीं प्रत्येकम् आत्मनि सुखदुःखादि गुणाः सन्ति यत् अन्यस्मिन् शरीरे सुखदुःखम् अस्ति तस्य ग्रहणं मया न क्रियते इति कृत्वा तत्र मनः यत् मनः तत्र मम मनः तस्य ग्रहणं न करोति इति कृत्वा एव अन्यस्मिन् शरीरे यत् सुखं दुःखम् अस्ति तस्य ग्रहणं मया न क्रियते यद्यपि तत्र विभुः अस्ति आत्मा समीपे उक्तवान् एवं परमाणुपरिमाणमपि तर्कितमेव खलु तस्य अस्तु तर्हि तत्र तर्कितम् इति मया लिखितं यत्र यत्र तर्कितम् इति लिखितं तत्र सर्वत्र तर्कः कः इति स्वचिन्तनं कुर्वन्तु यथा इदानीं श्रीराममहोदयेन उक्तं तथा अस्तु अग्रे गच्छेम भवानेव वदतु महोदय अग्रिमं गुणः इति रूपः रूप इति शुक्लादयः सन्ति तत्र ते गुणः इति कृत्वा परिमाणं किं भवति रूपं किमर्थं परिमाणं न भवति रूपस्य तत्र परिमाणम् इति गुणः अस्ति गुणे गुणे न भवति हा उत्तमं गुणे गुणः न अङ्गीकृतः इति कृत्वा परिमाणं वा रूपं वा उद्भूतरूपं वा इत्युक्ते सर्वं रूपाणां विषये न चिन्तनीयम् अस्तु तर्हि अत्र किं करोमि अत्र एक्स् इत्यस्मिन् स्थाने डेश् इति स्थापयामि इत्युक्ते नाट् इवन् अप्लिकबल् खलु एवं स्थापयामि इनप्लिकबल् सर्वत्र तदा मया स्थापितम् एवं कर्मणि अपि सर्वत्र खलु इत्युक्ते केवलं द्रव्याणां विषये एव परिमाणं रूपम् उद्भूतरूपम् इत्यादि इत्यादि चिन्तनं अस्तु महोदय तस्य ज्ञानं रूपज्ञानं तत्र स्वसंयुक्तसमवेतसम्बन्धेन तत्र तस्य ग्रहणं भवति स्वसंयुक्तसमवेतत्वं स्वसंयुक्तसमवायः वा समवाय संयुक्तसमवायः इति संयुक्तसमवाय अन्तिम तत्र समवायः संयुक्तसमवायः इति खलु इत्युक्ते अत्र स्व इति अपि त्यक्तुं शक्यते, संयुक्तसमवायः इति लिखामश्चेत् पर्याप्तं. तदेव संयोगस्य सन्निकर्षस्य नाम. सत्यं, संयुक्तसमवायः, संयुक्तसमवायसन्निकर्षेण शुक्लरूपस्य ग्रहणं भवति चक्षुषा इति. सर्वत्र एवमेव अस्ति खलु? तत्र दोषः अस्ति. सर्च् रीप्लेस्. हा भवतु भवतु. अस्तु, नित्याः न तद् सर्वं महोदय नित्याः इत्युक्ते अत्र नित्यम् अस्तु, तस्मिन् विषये चिन्तयेम. नित्यम् अनित्यम् इति तादृशचिन्तनं गुणानां विषये कर्तव्यं वा? गुणः न, न गुणानां विषये न, न न कर्तव्यम् एव. आत्मगुणानां विषये चिन्तयितुं शक्नुमः. हा इत्युक्ते नित्यवस्तुनि विद्यमानगुणाः नित्याः भवन्ति, अनित्यवस्तुनि विद्यमानाः गुणाः अनित्याः एव भवन्ति. तर्हि अत्र द्रव्यम् आश्रित्य एव गुणानां नित्यत्वं भवति इति कृत्वा अत्र तु नित्याः अनित्याः वा इति न चिन्तनीयमेव खलु? अपि च सङ्ख्या अपि, सङ्ख्या इति गुणः अस्ति खलु? गुणः गुणी. तर्हि तादृशं न भवति इति कृत्वा एतत् सर्वं तत्र स्थापयितुं शक्नुमः. अस्तु. इति शुक्लः, नीलः, पीतः, रक्तः, हरितः, कपीशः, चित्रः. चित्रः इत्यत्र केवलम् अत्र नव्यनव्यनव्यनैयायिकानां मतानुसारं चित्ररूपमेव न अङ्गीकृतम् इति मनसि भवेत् तावदेव खलु? अस्तु, समीचीनं महोदय. अग्रे वर्षा भगिनी, रसः. रसः मधुः, आम्लः, लवणः, कटुः, कषायः, तिक्तः अन्तर्विभागः सन्ति. तस्य उद्भूतरूपं नास्ति. न, तस्मिन् विषये न चिन्तनीयमेव. परिमाणं, रूपम्, उद्भूतरूपम् इति न भवन्ति एव खलु गुणेषु, अतः एव डाश् इति स्थापितम्. आम्, गुणेः गुणेन भवति इति कृत्वा. रसनेन्द्रियसन्निकर्षेण संयुक्तसमवायसम्बन्धेन तस्य ग्रहणं भवति. अत्र संयुक्तः इति रसनेन्द्रियस्य विषय विषयस्य संयुक्तः, समवायः इति पदार्थे विद्यमानगुणः समवायसम्बन्ध द्रव्ये विद्यमानगुणः समवायसम्बन्धेन भवति. अत्र संयुक्तसमवायसम्बन्धः भवति. तस्य तदपि न वक्तुं शक्यते. अस्तु, गन्धः अग्रे. गन्धः सेम् महोदय, सुरभि वा असुरभिगन्धः घ्राणेन्द्रियसन्निकर्षेण संयुक्तसमवायसम्बन्धेन तस्य प्रत्यक्षं भवति. उत्तमं. स्पर्शः, शीत उष्ण अनुष्णशीत स्पर्शाः सन्ति. त्वक्केन्द्रियसन्निकर्षेण संयुक्तसमवायसम्बन्धेन तस्य अपि ग्रहणं भवति. संख्या इति गुणः, संख्या इति गुणः द्वीन्द्रियग्राहकः ग्राहकः संयुक्तसमवायेन चक्षुसन्निकर्षेण वा त्वक् सन्निकर्षेण वा ग्राह्यः अस्ति. ग्राह्यः द्विविधानि सन्ति, एकत्वं वा द्वित्वादिकं. तस्य अपि संयुक्तसमवायसम्बन्धेन तस्य ग्रहणं चक्षुसन्निकर्षेण त्वक् सन्निकर्षेण भवति. द्वित्वादिकमपि संयुक्तसमवायसम्बन्धेन एव, त्वक् सन्निकर्षम् अत्रापि संयुक्तसमवायः इति लेखनीयं किल? हा लेखनीयं, किन्तु तस्मिन् विषये किञ्चित् चिन्तयतु. द्वित्वं कथं ज्ञायते, कदा जायते? जायते, एकत्वम् अस्ति चेत् द्वित्वम् इति जायते, एकत्वम् अपि कारणम् इति वक्तव्यं वा? एकत्वं तु निश्चयेन कारणम् अस्ति, किन्तु द्वित्वं कदा जायते? यदि अपेक्षाबुद्धिः अस्ति तर्हि उत्तमम्, तर्हि तत्र विद्यमानसत् ज्ञायमानसत् इति उक्तं खलु, यदा अपेक्षाबुद्धिः जायते तदा एव घटे द्वित्वादिकं जायते, यदा गणनं कुर्मः तदा, किन्तु अपेक्षाबुद्धिः नास्ति चेदपि प्रत्येकं घटे एकत्वम् अस्ति एव, अपि च नित्यवस्तूनि विद्यमान एकत्वं नित्यमस्ति, अनित्यवस्तूनि विद्यमान एकत्वम् अनित्यमस्ति, घटे विद्यमान एकत्वं घट उत्पादेः अग्रिमक्षणे जायते, किन्तु द्वित्वादिकं यदा अपेक्षाबुद्धिः जायते तर्हि अपेक्षाबुद्धिः क्षम्यतां यदा अपेक्षाबुद्धिः जायते तदा केन सम्बन्धेन इति चेत् संयुक्तसमवायसम्बन्धेनैव खलु? अस्तु, घटे चक्षुः संयुक्तः अस्ति, तस्मिन् समवेतम् अस्ति द्वित्वम् इति कृत्वा, उत्तमम्। अग्रे परिमाणं, परिमाणम् अपि चक्षु त्वक् इन्द्रियग्राह्यः, अत्र परमाणुपरिमाणं मध्यमपरिमाणं लघुपरिमाणम् इति त्रीणि विधानि सन्ति तेषाम्। अत्र परमाणुपरिमाणस्य ग्रहणं न भवति, प्रत्यक्षं न भवति, मध्यमपरिमाणस्य एव प्रत्यक्षं भवति, तत् चक्षुवात् त्वकेन्द्रियस्य संयुक्तसमवायसम्बन्धेन ग्रहणं भवति। अस्तु, समीचीनं, तत् परिवर्तितम्। पृथक्त्वमपि संयुक्तसमवायसम्बन्धेन एव लभ्यते, ग्रहणं प्रत्यक्षं भवति, तस्यापि चक्षुवा त्वकेन्द्रियेण संयुक्तसमवायसम्बन्धेन पृथक्त्वस्य ग्रहणं भवति। अनन्तरं संयोगः इति द्विविधः, झटिति मा गच्छतु भगिनि, झटिति मा गच्छतु कृपया, पृथक्त्वम् अत्र संयुक्तसमवाय इति प्रतिपादयतु, पृथक्त्वं कदा जायते? केवलं पुनस्मारणं कुर्वन्तः स्मः खलु, पृथक्त्वं कदा जायते? द्वे पृथक्त्वमिति गुणः अस्ति, पृथक्त्वमिति घटः पठात् पृथक् इति वाक्ये वयं पृथक्त्वम् अस्ति इति, ऐ डोण्ट् अण्डर्स्टाण्ड् द क्वश्चन् महोदय। पृथक्त्वं कदा जायते इति प्रश्नः, वेन् डस् पृथक्त्वं गेट् क्रियेटेड्, हौ इट् इस् देर् नो, इत्युक्ते नित्यं वा? No, the moment there are two different dravyas, there is prithaktvam, right? Pratipadi, atra chintanam kim iti? Prithaktvam iti? पृथक्त्वम् इति सर्वद्रव्ये वर्तते, तत् सर्वेषां मतानुसारं पृथक्त्वम् इति गुणः अङ्गीकृतं वा प्रथमं? न महोदय, पृथक्त्वं भेदः इति भेदः अस्ति, पृथक्त्वं भेदः एव अस्ति इति उक्तम् नव्यैः उक्तं खलु, यथा नव्याः चित्ररूपं न अङ्गीक्रियन्ते तथा पृथक्त्वम् इति गुणः नैव नव्यनैयायिकः न अङ्गीक्रियन्ते। भवतु, तर्हि अत्र निगमनं किम् आसीत्? प्राचीनाः पृथक्त्वम् इति गुणः अस्ति इति प्राचीनाः वदन्ति, तत्र तर्कः कः, कथं निरूपितं पृथक्त्वम् इति गुणः अस्ति इति? अहं विस्मरामि महोदय, एकवारं दृष्ट्वा वदामि। अस्तु, अन्यः कोऽपि जानाति चेत् वदतु। मुख्यतर्कः कः इति? यत्र महोदय तत्र यत्र पृथक्त्वम् अस्ति तत्रैव संयोगः भवेत्। पृथक्त्वं नास्ति चेत् कयोः मध्ये संयोगः भवति तत्र युतसिद्धयोः इति चिन्तयामि। युतसिद्धयोः इत्युक्ते तत्र पृथक् आश्रयाश्रयौ यौ पृथग् आश्र पृथग् आश्रय आश्रितयोः मध्ये आश्रितौ सत्यम् आश्रितौ पृथगाश्रयाश्रितौ तर्हि तत्र पृथक् इति पदं दृश्यते खलु। पृथगाश्रय आश्रय आश्रितयोः मध्ये एव संयोगः भवितुम् अर्हति इति उक्तम्। तर्हि तत्र पृथक्त्वम् इति गुणः जायत्येव। यदा अनित्यवस्तु जायते तदा तस्मात् अग्रिमक्षणे यथा एकत्वं जायते तथा पृथक्त्वम् इति गुणः अपि जायते। घटे पृथक्त्वम् अस्ति, भूतले पृथक्त्वम् अस्ति इति कृत्वा एव घटभूतलयोः मध्ये संयोगः भवितुम् अर्हति इति एतद् अस्माभिः चिन्तितम्। तर्हि अत्र संयुक्तसमवायः, तर्हि पृथक्त्वम् इति गुणः घटे वर्तते, चक्षुः घटेन संयुक्तः अस्ति, तस्मिन् समवेतम् अस्ति पृथक्त्वम् इति गुणः इति कृत्वा चक्षुषा गृहीतुं शक्यते इति। किन्तु तत्र किञ्चित् चिन्तनीयमस्ति इत्युक्ते चक्षुषा पृथक्त्वं गृह्यते वा? तत्र अनुमानं कृतं वा? तत्र पृथक्त्वम् अस्ति इति अङ्गीकर्तव्यम् इति तर्केन एव अङ्गीकृतम्। हा इति कृत्वा मम मनसि प्रश्नः अस्ति। इत्युक्ते यद्यपि घटः पृथक् भूतलं पृथक् इति चक्षुषा गृहीतुं शक्यते, किन्तु घटः कपालात् पृथक् नास्ति इति अत्र न गृहीतुं शक्यते खलु। यद्यपि घटभूतलयोः मध्ये भेदः अस्ति तथापि प्रत्यक्षेन गृहीतुं शक्यते वा इति चेत् तत्र क्लेशः अस्ति खलु। एवं तत्र संयोगः विभागविषये तत्र विभक्तः रूप्यदार्थो विभक्तः इति अत्र विभागः इति गुणः चक्षुषा त्वचा गृह्यते इति वयं स्वीकुर्मः, अत्र पृथक् इत्यत्रापि तादृशं स्वीकर्तुं न शक्नुमः वा? न न तावद् मा वदतु, नो चेत् अत्र प्रतिपादयतु संयोगः इति एतावत् न चिन्तितं खलु। अस्तु तर्हि संयोगस्य विषये चिन्तयेम, भवानेव चिन्तयतु संयोगः। तत्र घटः भूतलेन संयुक्तः अस्ति इति वयं वदेम, तत्र द्वयोः पदार्थ द्रव्योः मध्ये तत्र संयोगः अस्ति इति चक्षुषा एव अथवा त्वचा गृह्यते गृहीत्वा एव वक्तुं शक्नुमः इति कृत्वा तत्र संयोगः इति गुणः चक्षुषा गृह्यते। सत्यं, तर्हि संयोगः चक्षुषा गृहीतुं शक्यते एव संयुक्तसमवायसम्बन्धेन सन्निकर्षेण संयोगः गृहीतुं शक्यते एव। दृष्ट्वा एव घटः भूतले वर्तते इति वदेम खलु। नो चेत् यदि संयोगः न गृह्यते तर्हि घटः भूतले वर्तते इति कथं वा ज्ञानं भवति? इति कृत्वा संयोगः तु गृह्यत्येव, चक्षुषा गृह्यत्येव, किन्तु पृथक्त्वं तादृशं वा? तादृशं तत्र संयोगस्य कारणं पृथक्त्वम् इति अस्ति तु पृथक्त्वस्य ग्रहणं भवति वा इति इत्युक्ते अत्र प्रश्नम् एवं करणीयं, घटः भूतलात् पृथक् इति यदि चक्षुषा गृहीतुं शक्यते इति वदेम तदा इदानीं मम प्रश्नः अस्ति भवतः कृते, घटः कपालात् पृथक् वा न वा? घटः कपालात् पृथक् नास्ति. हा, पृथक् नास्ति खलु? घटः कपालात् पृथक् नास्ति. यद्यपि घटः कपालात् भिद्यते, तत्र भेदः अस्ति, तथापि पृथक् नास्ति. पृथक् नास्ति इति कृत्वा यदि घटे विद्यमानपृथक्त्वम् अपि च अत्र इतोपि किञ्चित् चिन्तनीयं खलु, पृथक्त्वम् इति अत्र अन्यदपि अस्माभिः चिन्तितं खलु, किं पदं न मनसि आगच्छति. अवधिः, सत्यम्, अवधिः. पृथक्त्वस्य निखिलावधिकत्वम् अङ्गीकृतं वा? निखिलावधिकत्वम् इत्युक्ते सर्वेषां पदार्थानां पृथक्त्वं अस्ति, निखिलावधिकत्वं नास्ति. न, निखिलावधिकत्वं तु यस्य कस्यापि पदार्थस्य नास्ति इति उक्तं खलु? नास्ति, यस्य कस्यापि पदार्थस्य निखिलावधिकत्वं नास्ति इति उक्तं. किन्तु एकमेव प्रतियोगी भवति वा इति तादृशचिन्तनं. भवतु, तर्हि अत्र क्वश्चन् मार्क् स्थापयामि. संयुक्तसमवायसम्बन्धेन पृथक्त्वं गृह्यते वा न वा इति प्रश्नः अस्ति मम मनसि, तावत् निश्चयः नास्ति. तत्र भेदः, इदानीं भेदस्य विषये तत्र विषयतासम्बन्धः तद् भेद, यदा भेदं चिन्तयेम तदा चिन्तयेम, इदानीं मास्तु, नो चेत् भ्रमः जायते. किमर्थमत्र क्वश्चन् मार्क् स्थापितम् इति चेत्, यद्यपि घटः भूतलात् पृथक् इति चक्षुषा गृहीतुं शक्यते इति वक्तुं शक्यते, तथापि घटः कपालात् पृथक् इति तत्र पृथक्त्वं नास्ति वस्तुतः. तर्हि किम् आधारीकृत्य पृथक्त्वम् इति गुणः गृह्यते इति चेत् तत्र क्लेशः अस्ति इति कृत्वा क्वश्चन् मार्क् मया स्थापितं तावदेव. अस्तु, तर्हि इदानीम् अग्रे गच्छेम. संयोगः कृतं खलु, संयुक्तसमवायः, संयुक्तसमवायः, एवं विभागः अपि. अस्तु, तत्र संयोगजसंयोगः, वर्षा भगिनी पूरयतु भगिनी. कर्मजसंयोगः संयुक्तसमवायसम्बन्धेन गृह्यते, संयोगजसंयोगः संयोगजसंयोगः, संयोगजसंयोगस्य उदाहरणं प्रथमं वदतु. हस्तं भित्ति उपरि हस्तं भित्तेः संयोगः अस्ति चेत् देह भित्तेः संयोगः भवति इति संयोगजसंयोगः. सत्यं, तर्हि स च संयोगः, स च संयोगः अपि संयुक्तसमवायेन एव संयुक्त, संयुक्तसमवायेन एव गृह्यते. इत्युक्ते चक्षुः शरीरेण संयुक्तः अस्ति खलु, तर्हि तस्मिन् समवायसम्बन्धेन संयोगजसंयोगः वर्तते इति कृत्वा संयुक्तसमवेत समवायसम्बन्धेन गृहीतुं शक्यते, एवं विभागः अपि खलु. अस्तु, धन्यवादः भगिनि. अग्रे रमेश् महोदय, परत्वं. परत्वं प्रथमम् उदाहरणं वदतु, परत्वस्य उदाहरणं वदतु. परत्वम् इत्युक्ते देवदत्तः समीपम् अस्ति, यज्ञदत्तः दूरे अस्ति इति तादृशं यत् व्यवहारं कुर्मः तत् परत्वम् आधारीकृत्य एव कुर्मः. वाक्यं रचयतु, परः इति वाक्यं वाक्ये भवेत्. देवदत्तः परः, आकाङ्क्षा अस्ति खलु, देवदत्तः परः इति वदामश्चेत् आकाङ्क्षा न पूरिता भवति, कस्मात् इति प्रश्नः इदानीमपि सति. हा, कस्मात् परः, यत्र अहमस्मि मम परः अस्ति, मम अपरः अस्ति यज्ञदत्तः इति. न न न, तादृशं नास्ति. अत्र अत्र व्यक्तित्रयमस्ति खलु, भवान् अस्ति, यज्ञदत्तः अस्ति, देवदत्तः अस्ति. हा, देवदत्तात्. हा वदतु. देवदत्तात् यज्ञदत्तः परः. हा इति वक्तव्यम्, इति अस्ति. देवदत्तात् यज्ञः परः, तर्हि अहमेव तत्र आधारः भवामि. तर्हि मम आधारीकृत्य यज्ञदत्तः समीपे अस्ति, देवदत्तः दूरे अस्ति इति कृत्वा अत्र यज्ञदत्तात् देवदत्तः परः इति. अपि च परत्वम् अपरत्वम् इति किम् आधारीकृत्य वदेम? दिक् काल आधारीकृत्य. हा, दिक् कृतपरत्वं, कालकृतपरत्वम् अपरत्वं द्वयमपि अस्ति खलु. उत्तमम् इति अस्ति. तर्हि इदानीं देवदत्ते परत्वमस्ति यज्ञदत्तस्य अपेक्षया. देवदत्तात् यज्ञदत्तः परः इति वदामश्चेत् न, विपरीतरीत्या मया उक्तं भवतु. यत्किमपि यज्ञदत्तात् देवदत्तः परः इति वदामश्चेत् इदानीं देवदत्ते परत्वं मम अपेक्षाबुद्धिः जाता इति कृत्वा तस्मिन् परत्वं जातं. तस्य परत्वं, तस्मिन् विद्यमानपरत्वं कथं गृह्यते? तस्मिन् विद्यमानपरत्वं चक्षुषा संयोगेन, चक्षुषा संयोग संयोगसमवायेन एव गृह्यते. संयुक्तसमवायः. संयुक्तसमवाय. अस्तु, समीचीनं. संयुक्तसमवायेन परत्वं गृह्यते, अपरत्वमपि गृह्यते. उत्तमम्. अग्रे गुरुत्वं. गुरुत्वम् इति अनुमानेन एव तस्य तस्य प्रत्यक्षं न भवति, अनुमानेन एव तत् सिद्धम्. किन्तु अत्र अनुमानवाक्यम् अस्माभिः पठितं वा? कारणं किमपि भवेत् इति एव तत्र पठितं. पतनस्य आदिपतनस्य कारणं किमपि भवेत् तद् गुरुत्वम् इति. हा सत्यम्. इत्युक्ते प्रत्यक्ष अयोग्यम् इति तावत् पठितं, किन्तु अनुमानं किम् इति, अनुमानं न पठितम् इति कृत्वा अत्र कल्पनम् इत्यत्र स्थापयामि. तदनन्तरम् अनुमानपरिच्छेदं पठित्वा तदनन्तरम् इतोपि चिन्तयेम. अस्तु, एवं गुरुत्वं. सारि, गुरुत्वमेव चिन्तितं खलु इदानीम्. अस्तु, द्रवत्वम्. द्रवत्वमपि अनुमानेन एव तस्य कल्पितम् इति स्वीकुर्मः. तदपि कल्पितं, स्नेहभावः अपि कल्पितमेव. इत्युक्ते पिण्डीभावः किमपि भवेत् इति. पिण्डीभावं कर्तुं जले किमपि गुणः भवेत् येन द्रव्ये स्नेहः जायते. पिण्डीभावस्य कारणं स्नेहः. अपि च द्रवत्वम् इत्यत्र गुरुत्वं द्रवत्वम् अनयोः मध्ये कः भेदः? गुरुत्वं पतनस्य कारणं, द्रवत्वं स्यन्दनस्य कारणम्. हा उत्तमम्, उत्तमं. स्यन्दनम् इति भवति, इत्युक्ते पतनं नास्ति खलु. जलं भूमौ स्थापयामश्चेत् तत् स्यन्दते. तस्य कारणं किं? गुरुत्वमिति न वक्तुं शक्यते. अत्र कश्चन गुणमस्ति, द्रवत्वम् इति. अस्तु, अग्रे शब्दः. शब्दः तत्र समवायने, समवायसम्बन्धेन तस्य ग्रहणं भवति. तद् परन्तु रसनेन्द्रिये नास्ति. भवतु अस्तु शब्दः च शब्दः तदपि खलु समवायसम्बन्धेन दृश्यते अस्तु समीचीनम् अग्रे मेहुल् महोदय वदति वा बुद्धिः आम् महोदय बुद्धिः सर्वव्यवहारे तु गुणः इति अतः स्मृतिः इति प्रथममस्ति संस्कारमातृजन्यज्ञानस्मृतिः तर्हि तत्रापि मनः एव स्मरणं मनः एव ग्राह्यम् अतः मनसि एव मनसा एव ग्राह्यम् मनसि नास्ति आत्मनि स्मृतिः जायते आत्मनि किन्तु आत्मनि जायमानस्मृतेः ग्रहणं मनसा क्रियते इति कृत्वा तर्हि तत्र सम्बन्धः सन्निकर्षः कः संयुक्तसमवायः हा मनः इति संयुक्तः अस्ति केन सह संयुक्तः मनः केन सह आत्मनि आत्मना संयुक्तः अस्ति खलु आत्मना संयुक्तः आत्मा अपि द्रव्यं मनः अपि द्रव्यं द्रव्ययोः मध्ये संयोगः भवति तस्मिन् आत्मनि समवेतमस्ति स्मृतिः स्मृतिः तर्हि संयुक्तसमवायसम्बन्धेन तस्य ग्रहणं करोति अस्तु एवम् अद्य प्रत्यक्षम् अनुभव प्रत्यक्षं प्रत्यक्षं तु इन्द्रियसन्निकर्षः खलु न इदानीं प्रत्यक्षम् इति ज्ञानं बुद्धिः बुद्धिः हा तत् भिन्न अनुभवः इति अस्ति अतः तदपि मनसा गृहीते आत्मनि अस्ति अतः संयुक्तसमवायः सर्वत्र अनुमानज्ञानं प्रत्यक्षज्ञानम् उपमानज्ञानं शब्दज्ञानं सर्वं संयुक्तसमवायसम्बन्धेन एव मनसा गृह्यते अस्तु अग्रे दुःखं सुखं दुःखम् इच्छा देशते सर्वे आत्मगुणः आत्मनि एव सन्ति तर्हि मनः सन्निकर्षः परन्तु मनसा तेषां ग्रहणं भवति अतः ते अपि संयुक्तसमवायः सम्बन्धः सन्निकर्षः सत्यं तदनन्तरं धर्म अधर्मसंस्कारः धर्म अधर्मसंस्कारः अनुमानेन एव तेषां ग्रहणं हा अनुमानप्रमाणेन अस्तु अत्र अनुमानम् इति न वदामि सर्वं कल्पनम् इत्यत्र स्थापयामि अस्तु अनुमानवाक्यं कथं वक्तुं शक्नुमः हेतुः भवेत् खलु उदाहरणं अस्तु तर्हि अत्र निष्कासयामि कल्पितम् इति स्थापयामि अत्र स्थितिस्थापकः इति कश्चन अंशः अस्ति तद् बुद्धं वा भवता स्थितिस्थापकः वयं न चर्चितं न पठितवन्तः एतावत् किन्तु संस्कारस्य त्रैविध्यमस्ति वेगः इति पठितं खलु आद्यपतनं यदा जायते तदनन्तरं द्वितीयपतनस्य कारणं गुरुत्वं नास्ति वेगाख्यसंस्कारः एवं भावनाख्यसंस्कारः अस्ति स्मृतेः कारणं संस्कारमात्रजन्यं ज्ञानं स्थितिस्थापकः इत्युक्ते एलास्टिसिटि एलास्टिसिटि संस्कारस्य एलास्टिसिटि कथं न संस्कारस्य एलास्टिसिटि नास्ति संस्कारस्य एकविधः अस्ति स्थितिस्थापकः इति तदेव एकविधः कथं इत्युक्ते स्ट्रेच् रबर् बेण्ड् इट् कम्स् बेक् आटोमेटिक्लि इट्स् ओरिजिनल् पोसिशन् करेक्ट् तत्र पतनम् अत्र वेगाख्यसंस्कारः नास्ति भावनाख्यसंस्कारः अपि नास्ति वाट् इस् दि कास् बै विच् रबर् बेण्ड् रीगेन्स् इट्स् ओरिजिनल् कास् ओरिजिनल् फार्म् अत्र स्थितिस्थापकः इति कश्चन संस्कारः पठित्वा एव ज्ञातुं शक्नुमः संस्कारस्य विभागः उदाहरणरूपेण स्थितिस्थापकः कथं भवति अस्तु भवतु अग्रे कर्म उत्क्षेपणं हा उपरि गच्छति तत् चक्षुषा अपि गृह्यते स्वगेन्द्रियेण अपि गृह्यते अतः स्वसंयुक्त इति नास्ति संयुक्तसमवायः संयुक्तसमवायः सर्वत्र परिवर्तितम् इदानीं खलु हा सत्यं हा अस्तु सामान्यं तदनन्तरं सत्ता परमम् अपरम् सत्ता इत्यस्य येन केनापि इन्द्रियेण ग्रहणं सत्ता इत्युक्ते एक्सिस्टेन्स् इति अस्ति वा अत्र नास्ति इति मया उक्तं खलु गते वर्गे अपि हा तदेव सत्ता इति जातिः जाति हा तदेव अतः तस्य ग्रहणं कथं करणीयं केन इन्द्रियेण भवति वा न भवति जातेः ग्रहणम् अस्तु तत्प्रथमं वदतु जातेः ग्रहणम् इन्द्रियेण भवति वा न वा जातेः ग्रहणम् अत्र घटः इत्यस्य ग्रहणं भवति घटत्वम् इत्यस्य ग्रहणं तदा एव तस्मिन् समये एव भवति हा भवेत् खलु नो चेत् अग्रिमघटं दृष्ट्वा कथं वा एषः घटः इति ज्ञातं हा तद् घटत्वम् इति न गृह्यते चेत् घटः इति कथं ज्ञानं भवति अतः एकस्मिन् समये एव द्रव्यस्य अपि जातयोः द्वयोः ग्रहणं भवति सत्यं तर्हि शुषा अपि भवति त्वगेन्द्रियेण अपि भवति रसनेन्द्रियेण अपि भवितुम् अर्हति घ्राणेन्द्रियेण अपि अस्तु वदतु रसनेन्द्रियेण किं का जातिः दृश्यते मधुरः इति अथवा लवणः इति अस्ति रुचिः तर्हि तस्मिन् लवणत्वम् अथवा मधुरं मधुरत्वं जातेः ग्रहणमपि भवति अपि च रसत्वम् अस्ति खलु रसत्वमपि जातिः अस्ति तस्यापि ग्रहणं रसनेन्द्रियेण क्रियते एवं गन्धत्वम् एवं शब्दत्वम् इति तर्हि श्रोत्रेन्द्रियेण केवलं शब्दः इति गुणः नास्ति किन्तु तस्मिन् विद्यमानशब्दत्वं शब्दस्य शब्दत्वस्यापि ग्रहणं भवति इति अस्तु अपि च सत्तायाः ग्रहणमपि भवति सर्वे अत्र सर्वसत्ता एव अधिका जातिः इति कृत्वा इत्युक्ते शब्दे शब्दत्वमस्ति शब्दे सत्ता अस्ति वा न वा शब्दे शब्दत्वम् अस्ति शब्दे सत्ता अस्ति वा न वा शब्दे शब्दत्वम् इति एव जाति खलु न सत्ता इति अस्ति वा न वा इति प्रश्नः शब्दत्वम् इति त्यजतु इदानीम् अस्तु शब्दे जातिः अस्ति वा इति सत्ता इति जातिः अस्ति वा इति प्रश्नः अस्ति इति अहं मन्ये परन्तु कथं तर्कः अथवा कथं सत्ता इति जातिः परा जातिः इति उक्तं खलु तर्हि सर्वेषु द्रव्येषु गुणेषु कर्मसु सत्ता वर्तते वर्तते चेत् कथम् इति तस्य ग्रहणं भवति इति चेत् तेन इन्द्रियेणैव अस्तु अत्र किञ्चित् चिन्तनीयमस्ति अत्र किञ्चित् झटिति चिन्तितम् अस्तु प्रथमम् अत्र रसत्वम् इति जातिः कथं गृह्यते इति वदतु रसनेन्द्रियेण न तत्तु सत्यं किन्तु सन्निकर्षः कः सन्निकर्षः रसनीन् अस्तु रसत्वम् इति गुण जातिः रसनेन्द्रियं संयुक्तमस्ति तस्मिन् समवायेन रसत्वम् अस्ति एकनिमिषं पुनः वदतु संयुक्तसमवायः अस्ति वा संयुक्तसमवायः रसनेन्द्रियम् अत्र क्रमेण चिन्तयतु महोदय, क्रमेण चिन्तयति चेत् स्पष्टता जायते. इदानीं रसनेन्द्रियम् इति कीदृश इन्द्रियमस्ति, कीदृशपदार्थमस्ति? द्रव्यम्. अस्तु, हा, रसनेन्द्रियेण किं गृह्यते? रसः. रसः इति कीदृशपदार्थः? द्रव्यः. रसः इति द्रव्यं वा? रसः इति गुणः. हा खलु, तर्हि रसनेन्द्रियम् अपि च रसः अनयोः मध्ये संयोगः भवति वा? न भवति, समवायः एव. हा, समवाय इति भवति खलु, समवायसम्बन्धः. समीचीनतया वदतु, रसनेन्द्रियम् अपि च रसः अनयोः मध्ये कः सम्बन्धः भवितुमर्हति? समवायः न भवति खलु, रसः रसनेन्द्रिये समवायसम्बन्धेन वर्तते वा? संयोगसम्बन्धेन न वर्तते, द्रव्ययोः मध्ये एव संयोगः भवति, तर्हि समवायः न भवति वा? महोदय, रसः कुत्र अस्ति? रसः तु द्रव्ये अस्ति. सत्यं, तर्हि रसनेन्द्रियमपि द्रव्यं, रसः द्रव्ये अस्ति, रसनेन्द्रियं द्रव्येण सह संयुक्तः भवति, तस्मिन् समवेतमस्ति रसः खलु? तर्हि संयुक्तसमवायसम्बन्धेन रसस्य ग्रहणं भवति. अस्तु, किन्तु इदानीं रसत्वं कुत्र अस्ति? रसत्वं रसे अस्ति. हा, तर्हि इतोपि एकस्तरे उपरि अस्ति खलु? उपरि, हा, उपरि अस्ति. संयुक्तसमवेतसमवाय इति. हा, उत्तमं. संयुक्तसमवेतसमवायः सन्निकषः. हा, श्रीरामहोदय बुद्धं वा? अवगतं महोदय, अवगतं. हा, तर्हि अत्र परिवर्तनीयमस्ति, संयुक्तसमवेत संयुक्तसमवेतसमवायसम्बन्धेन रसे विद्यमानजातेः ग्रहणं रसनेन्द्रियेण क्रियते इति वक्तव्यम्. तर्हि अत्रैव किञ्चित् परिवर्तनीयमस्ति. खलु, अस्तु, अस्तु, समयः जातः, पञ्चनिमिषं स्वीकुर्मः. अस्तु, विशेषः. तर्हि अत्र एकमपि इतोपि वदामि, इत्युक्ते चक्षुषा घटे विद्यमानघटत्वं संयुक्तसमवायसम्बन्धेन गृह्यते, किन्तु चक्षुषा रूपं गृह्यते चेत् तत्र रूपे विद्यमानरूपत्वं केन सम्बन्धेन गृह्यते इति चेत् संयुक्तसमवेतसमवायसम्बन्धेन गृह्यते इति वक्तव्यं. तावदेव, उभयमपि भवितुमर्हति तत्र खलु. बुद्धं वा? उभयमपि इत्युक्ते संयुक्तसमवायः अपि च संयुक्तसमवेतसमवायः. हा, इत्युक्ते कस्य जातेः ग्रहणम् इति द्रष्टव्यं. घटे विद्यमानघटत्वस्य ग्रहणं संयुक्तसमवायसम्बन्धेन गृह्यते चक्षुः, किन्तु यदि रूपं विषयः अस्ति तर्हि रूपे विद्यमानरूपत्वं केन सम्बन्धेन गृह्यते इति चेत् संयुक्तसमवेतसम्बन्धेन गृह्यते. प्रथमं तु घटः इति घटेन सह संयुक्तः, अनन्तरं रूपम् इति समवेतं, पुनः रूपे रूपत्वम् इति समवायः. अतः सत्यं इति. अस्तु, तर्हि अनन्तरं विशेषः इति अस्ति. विशेषः तु अनुमान इति कृतं, परन्तु अनुमानवाक्यं वयं नास्ति, तर्हि अत्र कल्पितम् इत्यत्र स्थापयामि. अस्तु, तदनन्तरं समवायः इत्यपि कल्पितं खलु. न समवायः समवायसम्बन्धस्य ग्रहणं भवति वा? अस्तु, चिन्तनीयं चिन्तनीयं। समवायसम्बन्धस्य ग्रहणं न भवति चेत् शब्दग्रहणं कथं वा स्यात्? किन्तु इदानीं समवायः इति सम्बन्धः अस्ति, यथा संयोगसम्बन्धस्य ग्रहणं चक्षुषा क्रियते नो चेत् इन्द्रियैः क्रियते, तथा समवायसम्बन्धस्यापि ग्रहणं भवत्येव खलु? भवति, अत्र घटे घटत्वम् अस्ति, तर्हि घटत्वस्य सम्बन्धस्य ग्रहणं भवति तु संयोग एव गुणः नास्ति खलु, तत्र कथं वा सम्बन्धं कर्तुं शक्नुमः? किं संयोग इति गुणः इति स्वीकृत्य वयं सम्बन्धं वदेम, तु अत्र समवायस्य तादृशगुणः इति न वदामः खलु, समवायः इति सम्बन्धः एव केवलं भवतु। अनेन किम्? अत्र समवायः अस्ति, समवायस्य ग्रहणं जायते वा न वा इति प्रश्नः। तत्र नित्यः अस्ति समवायः, अनेन किम्? कथम् अत्र सम्बन्धं कथं वक्तुं शक्नुमः? तत्र संयुक्तः वा संयुक्तसमवाय वा संयुक्तसमवेतसमवाय वा तादृशसन्निकर्षेण तस्य ग्रहणं कथं भवति इत्येव संशयः। इत्युक्ते भवान् पृच्छति सम्बन्धेन सम्बन्धस्य ग्रहणं कथं भवति? हा, किन्तु संयोगस्य ग्रहणं कृतं खलु, संयोगः इति गुणः, गुणः इति संयोगः इति गुणः संयुक्तसमवायसम्बन्धेन वर्तते, संयुक्तसमवायसम्बन्धेन गृह्यते गुणः खलु। अपि च शब्दः आकाशे विद्यमानशब्दः समवायेन गृह्यते खलु। इदानीं समवायः इति सम्बन्धस्य ग्रहणं केन सन्निकर्षेण जायते इति प्रश्नः। महोदय, अहं चिन्तयामि तत् अनुमानेन एव समवायः इति भवेत् इति अहं चिन्तयामि। इत्युक्ते कल्पितम् इति वा? हा, कल्पितं। यदि तस्य कल्पना न भवति, शब्दस्य समवायः यदि वयं तस्य ग्रहणं कर्तुं शक्यते, तर्हि केन कस्मिन् तस्य समवायः अस्ति इति अपि ग्रहीतुं शक्यते, तर्हि तद् आकाशस्य अनुमानेन सिद्धं न भवति, तस्य प्रत्यक्षेन एव भवति। यदि समवायः इति सम्बन्धः वयं ग्रहीतुं शक्यते, नो केवलम् अत्र सम्बन्धः अस्ति चेत् सम्बन्धः एव निकषः इति नास्ति खलु। भवतः आशयः बुद्धं, किन्तु भवान् किं वदति? यदि सम्बन्धं भवितुम् अर्हति तदा तस्य ग्रहणं भवेत् इति। किन्तु इदानीं रसनेन्द्रियं स्वीकरोतु, रसनेन्द्रियं गुडा सह तस्य संयोगः जातः, तथापि गुडस्य ग्रहणं कर्तुं सामर्थ्यं तस्मिन् नास्ति, केवलं गुडे विद्यमानमाधुर्यस्य एव ग्रहणं रसनेन्द्रियेण क्रियते। तर्हि सम्बन्धः भवितुमर्हति चेत् ग्रहणं निश्चयेन भवेत् इति नास्ति, किन्तु सम्बन्धं विना ग्रहणं न भवति, किन्तु सम्बन्धः भवति चेत् ग्रहणं भवत्येव इति नास्ति। सो देर् इस् अ व्याप्यव्यापकभावः बिट्वीन् द टु। इफ् देर् इस् अ रिलेशन्शिप् without a relationship you cannot say comprehension has happened, but merely because there is a relationship doesn't mean comprehension will always happen. Astu sarve chintayantu tadanantaram kevalam abhavah iti eva avasishtam asti danim samayah jatah atara stagayami api cha agrime varge idanim etat sarvam chintitam iti krutva grihapata rupena asminneva spread book अत्र स्प्रेड्शीट् स्प्रेड् बुक् अस्ति खलु, तत्र प्रक्रिया इति स्प्रेड्शीट् अस्ति खलु, तत्र गत्वा कृपया पुनः चिन्तयन्तु इत्युक्ते अत्र नीलोघटः इति अस्ति इदानीं केन सन्निकर्षेण जायते तत्र प्रकारः कः इति एतत् सर्वम् अवबुद्धं खलु तर्हि पुनः तस्मिन् विषये अग्रिमवर्गे इतोपि चिन्तनं भवत्येव अस्तु अत्र स्थगयेम सर्वेभ्यो नमस्कारः धन्यवादाश्च